अस्तु तर्हि अद्यतनविषयः अस्ति आरम्भे कर्मणि लिङ् भावे लिङ् च. तत्र पाठः समाप्तः, किन्तु कश्चन प्रयासः नाम अभ्यासः करणीयः अस्ति. गतवर्गस्य अन्ते यः अभ्यासः प्रवर्तमानः आसीत् तदेव पुनः किञ्चित् कुर्मः. तत्र यथा बालकः गृहकार्यं कुर्यात् तस्य कर्मणि विधिलिङ्गि कथं वाक्यं भवति इति अपर्णा भगिनी वदति वा? बालकेन गृहकार्यं क्रियेत. हा सत्यं, बहु समीचीनमस्ति. तत्र अस्माकम् एकं द्वे एकं त्रीणि एकम् एकं यथा सामान्यं भवति, अत्र न किमपि वैशिष्ट्यं. बालकः कार्यं कुर्यात् बालकेन गृहकार्यम् अक्रियेत. अस्तु, बहु समीचीनमस्ति. इदानीम् अन्य कोऽपि अस्ति वा मध्ये? न महोदय, अहं अस्तु अस्तु पुनः अस्तु अस्तु तर्हि इदानीं लक्ष्मीभगिनी, तत्र बालकः गृहपाठं कुर्यात् तस्य किं भवति? बालकेन गृहपाठः क्रियेत. हा अस्तु, इत्यादिकं भवति. हा तर्हि बहु समीचीनमस्ति. इदानीम् अहं धातुं वदामि, भवद्भिः कर्तरी लिङि वाक्यं रचनीयमस्ति, अनन्तरं तस्य एव कर्मणि लिङि अथवा भावे लिङि यथा. अस्तु तर्हि लक्ष्मीभगिनी, तत्र गम् धातुः अभिनवमहोदय, तत्र भवितुमर्हति चेत् पठ धातुः. सुनिधि भगिनी, क्रीड धातुः क्रीड, अनन्तरं सुनिधि भगिनी, अखिला भगिनी, तत्र पथ धातुः. सञ्जीवमहोदय, वद धातुः. पद्मा भगिनी, लिख धातुः. सुब्रह्मण्यमहोदय, तत्र पिब धातुः. अपर्णा भगिनी, नी धातुः. अपि च सहदेवमहोदय, तत्र दृश् धातुः. अन्य कोऽपि अस्ति वा? नमस्ते महोदय, मीना अस्मि. मीना भगिनी प्रच् धातुः, प्रच्. अस्तु, कुर्मः शीघ्रमेव. कस्यचित् सिद्धता जाता वा? आं महोदय, करोमि वा? आम्, मम धातुः अस्ति पिब्. बालकः दुग्धं पिबेत्. बालकेन दुग्धं पीयेत. आं समीचीनमस्ति. अग्रे महोदय, अहं वदामि वा? आम् आम्. पत् धातुः, वृक्षात् फलं पतेत्, वृक्षात् फलेन पत्येत. हा समीचीनमस्ति. अग्रे महोदय, अहं वदामि वा? आम्. बालिका ग्रामं गच्छेत्, बालिकया ग्रामः गम्येत. सम्यक् अस्ति, बहु समीचीनमस्ति. अग्रे कस्य भवति? महोदय, अहं वदामि वा? आम् आम् वदतु. रामः, मम धातुः अस्ति लिक्. रामः पत्रं लिखेत न लिखदातुः तत्र लिखदातुः आत्मनेपदी अथवा परस्मैपदी परस्मैनेपदी तर्हि रामः पत्रं लिख्यात् न तथा नास्ति तत्र मीना भगिनी सहायं करोतु किं भवेत् बालकः कर्मणि वाक्यं किमासीत् पुनः वदतु पद्मा भगिनि रामः पत्रं लिखदातु रामः पत्रं मीना भगिनी वदतु लिखति विधिलिङ्ग् ओ विधिलिङ्ग् रामः पत्रं लिखेत् लिखेत् लिखेत् कर्मणि कर्मणि रामेण पत्रं लिखेत् हा पुनः वदतु रामः कर्तरि रामः पत्रं लिखेत् कर्मणि रामेण पत्रं लिखेत् स्पष्टं न श्रूयते तत्र न भाति इति नाम दोषपूर्णमिति भाति किन्तु किमस्ति बालेन पत्रं रामेण पत्रं लिखेत् न तत् सम्यक् नास्ति सम्यक् नास्ति मीना भगिनी वदतु पत्रम् इति कर्मणि प्रयोगे त्रीणि एकम् एकम् इति भवति वाक्यं वदतु पत्रः इति बालकेन शब्दः भोः शब्दः नपुंसकलिङ्गः तु पत्रं नपुंसकलिङ्गं न अस्ति वा अस्ति एव तत्र दोषः नास्ति क्रियापदे दोषः अस्तु किं कः लक्ष्मी भगिनी वदतु कृपया रामेण पत्रं लिख्येत लिख्येत ख य एत लिख्येत अत्र पाठः समाप्तः कथम् एतादृशदोषः नाम किमपि किं कुर्यामः अस्य कृते लिखदातुः तत्र किमस्ति लिखदातुः परस्मैपदिदातुः किन्तु कर्मणि प्रयोगे सर्वे धातवः आत्मनिपदिवद् भवन्ति अपि च मध्ये नाम अन्ते यः भागः अस्ति अपि च मध्ये यकारः भवति यकारः वयं जानीमः यथा लिखति लिखति लिख्यते लिखति हा किम् इदानीं आम् इति अस्ति इति तत्र कर्मणि लिखति इदानीं बालकः पत्रं लिखति इदानीं लक्ष्मीभगिनी तत्र कर्मणि लाटी वदतु बालकेन पत्रं लिख्यते पुनः वदतु कर्तरि महोदय कर्तरिकर्मणि लट् बालकः पत्रं लिखति कर्तरि लट् बालकेन पत्रं लिख्येते कर्मणि लट् न न न लिख्येते इति वदति वा कथमस्ति रूपं सञ्जीवमहोदय सहायं करोतु कर्मणि बालकः बालकेन पत्रं लिख्यते. लिख्यते लिख्येते इति कथम् आसीत्? लिख्यते लिख्य खलु? लिख्यते लिख्यते लिख्यते. अस्तु समीचीनमस्ति. इदानीं तस्य यदि लिङ्गि वदतु, सन्ध्या भगिनी वदतु. अस्तु अन्य कोऽपि वदतु. सुब्रह्मण्यं वदतु कृपया. अहम् उक्तवान् महोदय, लिख् धातुः इव करोमि वा? लिख् धातुः अत्र लिख् धातुः अत्र विधिलिङ्गरूपमस्ति. वाक्यं कर्तरि कर्मणि च. कर्तरि कर्मणि च. अस्तु महोदय. बालकः पत्रं लिखेत् बालकेन पत्रं लिख्यते. बालकेन पत्रं लिख्येत. लिख्येत लिख्येत. अत्र आत्मनेपदी वत् भवति, मध्ये यकारः तावदेव अस्ति. पद्मा भगिनी वदतु कृपया. रामः कर्तरि कर्तरि प्रयोगे रामः पत्रं लिखेत. रामेण पत्रं लिख्येत. अस्तु लिख्येत. तत्र रूपाणि पश्यन्तु, रूपाणि द्रष्टव्यानि चेत् कस्मिन् पुटे सन्ति इदानीं? कर्मभावे विधिलिङ्गकारे तत्र अष्टचत्वारिंशत् अधिकशततमेपुटे तत्र रूपाणि सन्ति, पश्यन्तु. दृश्येत लिख्येत. अस्तु अस्य इदानीम् अग्रे कोऽपि वदतु. अहं वदामि वा महोदय? नी धातुः अस्ति. सर्वकारः सर्वान् जनान् वृद्धिपथे नयेत्. धातुः कः? नी नी धातुः. अस्तु अस्तु पुनः वदतु. सर्वकारः सर्वान् जनान् वृद्धिपथे नयेत्. अस्तु नयेत. अत्र कर्मणि अस्ति सर्वकारेण सर्वाः जनाः वृद्धिपथे नयेरन्. सर्वकारेण सर्वाः जनाः वृद्धिपथे नयेरन्. तत्र समीचीनं नास्ति, कथम् आसीत्? नयेरन् तत्तु बहुवचनम् अस्ति खलु, यत् सर्वाः जनाः. धातुः कः? ओ ओ क्षम्यतां, नी धातुः. नियेरन् इति अस्ति. अस्तु अग्रे अन्य कोऽपि? अहं वदामि महोदय. अस्तु भगिनि वदतु. अहं प्रश्नान् पृच्छेयम्. मया प्रश्नाः पच्येरन्. अस्तु समीचीनमस्ति. अहं वदामि सिन्धि. अस्तु इति भगिनि वदतु. पुत्रः शालायां मित्रेण सह क्रीडेत्. पुत्रेण शालायां मित्रेण सह क्रीड्येत. क्रीड्येत. अस्तु समीचीनमस्ति. अन्य कोऽपि? दृश् धातुः. नाम बालकः बालकः चलनचित्रं पश्येत् कर्मणि बालकेन चलनचित्रं दृश्येत. हा, बहु समीचीनमस्ति महोदय, प्रशंसनीयमस्ति, सम्यक् अस्ति. अग्रे अन्य कोऽपि, सर्वे उक्तवन्तः वा? अन्य कोऽपि अवशिष्यते? अहं वदामि. युवां मम धातुः अस्ति वद्, कर्तृलिङ्ग्. युवां पाठौ उच्चैः वदेतम्, कर्मणि लिङ्ग्. युवाभ्यां पाठौ उच्चैः उद्देयाताम्. अस्तु, सम्यक् अस्ति, सुन्दरं सुन्दरम्. अन्य कोऽपि अवशिष्यते वा? नूतनतया कोऽपि आगतवान् वा? श्रीनिवास. अस्तु, श्रीनिवासमहोदय, पुनः एकवारं कुर्मः. तथा अग्रे दृश्, तथा अग्रे लक्ष्मीभगिनी तत्र भूधातुः, ओ अभिनवम् अभिनव तत्र अद्य इदानीं केवलं शृणोति इति वा महोदय? महोदय, अहं धातुरूपाणि न जानामि, अतः केवलं शृणोमि अद्य. अस्तु अस्तु, धातुरूपाणि, अस्तु अस्तु. महोदय, सावित्री अस्मि, केवलं शृणोमि अद्य. ओ, सावित्री भगिनी अस्ति, स्वागतं भगिनी, बहु समीचीनं, धन्यवादः. अत्र भागं वोढुमिच्छति चेत् स्वागतमस्ति. विधिलिङ्ग् इत्यस्य कर्तरि कर्मणि च अभ्यासः प्रवर्तमानः अस्ति. विधिलिङ्ग् अस्तु महोदय, केवलं शृणोमि, किञ्चित् कालमेव अस्ति, परन्तु अग्रे गत्वा पश्यामः. अस्तु अस्तु, यथेच्छं. तर्हि अग्रे किम् उक्तमस्ति अत्र, हा भूधातुः, ततः अग्रे लक्ष्मीभगिनी भूधातुः, तत्र सुनिधिभगिनी तत्र मिल् धातुः अस्ति. सञ्जीवमहोदय तत्र त्यज् धातुः अस्ति. सन्ध्याभगिनी तत्र खाद् धातुः अस्ति. अखिला भगिनी तत्र ज्ञा धातुः, ज्ञा. अखिला भगिनी तत्र पद्मा भगिनी किं कुर्मः, अत्र क्रीडातुः अस्ति. हा, पद्मा भगिनी क्रीडातुः. अनन्तरं अखिला भगिनी श्रु दातुः. किमस्ति? ज्ञाधातुः अखिला भगिन्या कृत्वा पूर्वमेव द्विवारम् उक्तमस्ति वा? अस्तु अस्तु, अहं करोमि वा महोदय, श्रुधातुः. अस्तु अस्तु, सुब्रह्मण्यं महोदय तत्र दा धातुः अस्ति. तत्र सहदेवमहोदय तत्र, सहदेवमहोदय तत्र स्था धातुः. मीनाभगिनी तत्र स्मृ धातुः. पुनर् वदामि महोदय, स्मृ स्मृ. अपि च तत्र श्रीनिवासमहोदय तत्र इष् धातुः, इष्. सर्वेषां पार्श्वे अस्ति वा धातुः? अन्य कोऽपि अवशिष्यते? अस्तु, कोऽपि वदति वा धातुम् उक्त्वा वाक्यं वक्तव्यम्? अहं सिद्धः अस्मि महोदय. अस्तु, मम धातुः अस्ति दा. राजा दरिद्राय धेनुः दद्यात्. राज्ञा दरिद्राय धेनवः. राजा दरिद्र राजा कर्तरीप्रयोगे. राजा दरिद्राय धेनुः दद्यात्. समीचीनं वा? दरिद्रः दरिद्राय दोषः अस्ति इति भाति. राजा दद्यात् खलु महोदय? राजा दद्यात्. राजा दरिद्राय धेनुः दद्यात्. धेनुः इति धेनुः एकनिमिषः महोदय. एकवचने वदामि इदानीम्, अनन्तरं सवरणं करिष्यामि. राजा दरिद्राय किं वचनमस्ति? धेनुः अत्र धेनुः धेनु धेनवः धेनुं धेनु धेनुः त्रिलिङ्गे खलु महोदय? अत्र बहुवचन द्वितीया विभक्ति महोदय. धेनुः ऊः तत्र दीर्घकारः अस्ति खलु? आं महोदय, दीर्घ उकारः एव उक्तवान् अहम्. अस्तु अस्तु अस्तु, तत्र अन्यथा अवगमनम् आसीत् मम. धेनुः. क्षम्यतां महोदय. पुनः वदामि महोदय सम्यक्तया. राजा दरिद्राय धेनुः दद्यात्. राज्ञा दरिद्राय धेनवः दीयेरन्. अस्तु, समीचीनमस्ति वाक्यम्. अग्रे अहं वदामि महोदय. श्रुधातुः कर्तरि. युवकाः गुरुजनानां सद्वचनान् शृणुयुः. कर्मणि युवकैः गुरुजनानां सद्वचनाः श्रूयेरन्. वचनम् इति नपुंसकलिङ्गं. सद्वचनान् पुनः प्रथमं वाक्यं वदतु. युवकाः गुरुजनानां सद्वचनान् शृणुयुः. तत्तु कर्तरिप्रयोगः. कर्तरि दोषः अस्ति. वचनान् इति द्वितीयविभक्ति नास्ति वा? न, एक कस्यामपि विभक्त्यां तद् साधुरूपं नास्ति. वचनमस्ति खलु? सद्वचनान् इति द्वितीया विभक्ति. वचनं किमस्ति? वचनं नपुंसकलिङ्गं. वचनम् ओ वचनं नपुंसकलिङ्गम् इति चेत् सद्वचनानि. युवकाः सद्वचनानि. मया किमर्थं वक्तव्यं? भवती तु जानाति खलु? वदतु सम्यक्तया. युवकाः सद्वचनानि शृणुयुः. युवकैः सद्वचनानि श्रूयेरन्. तत्र तत्र लिङ्गभ्रमः. अस्तु, ज्ञादातुः. छात्रः श्लोकान् जानीयात्. छात्रेण श्लोकाः ज्ञायेरन्. अस्तु, समीचीनमस्ति. अग्रे अहं वदामि महोदय. आम्. अहम् अधुना पाकशालायां भवेयम्. मया अधुना पाकशालायां भूयेत. सुन्दरमस्ति, समीचीनमस्ति. अग्रे अहं वदामि महोदय. पद्मा. सावधानतया कृपया वदतु. आं महोदय, प्रयत्नं करोमि. मम धातुः अस्ति क्रु धातु. कर्तरिप्रयोगे अहं कार्यं कुर्याम्. कर्मणि प्रयोगे मया कार्यं कुर् कुर्येय न तत्र नास्ति एव तत्र तत्र ऋकारान्तधातूनां किं भवति वयं नाम तत्र बहुपूर्वमपि दृष्टवन्तः ऋकारान्तधातूनां तत्र महोदय तत्र ऋकारान्तदातुः अस्ति चेत् ऋकारस्य स्थाने कः आदेशः अस्ति क्री सुब्रह्मण्यं वदतु हा हा हा क्री मया कार्यं क्रियेय तादृशम् अनुमानं किमर्थम् अस्ति तत्र रूपाणि तत्र अस्माकं पुरतः सन्ति क्रियेय कुतः आगच्छेत् अत्र त्रीणि एकमेकम् अस्ति खलु एकं द्वे एकं त्रीणि एकमेकं तत्र सम्बन्धः कस्य कर्मणि प्रयोगे क्रियापदस्य सम्बन्धः केन सह नाम त्रीणि एकमेकम् अस्ति खलु तत्र कर्तृपदेन सह अथवा कर्मपदेन सह कर्मणि प्रयोगे कर्मप्रयोगसह भवति कर्मपदेन सह अस्ति खलु तर्हि कार्यमस्ति खलु अहं कार्यं कार्यं कुर्यापुंसकलिङ्ग पुरुषः कः पुरुषः कः पुरुषः अस्ति प्रथमपुरुषः तर्हि प्रथमपुरुषः भवेत् अपि पुनः वदतु अहं कार्यं कुर्यां कर्मणि प्रयोगे मया कार्यं क्रियेत सम्यक् अस्ति भवती तु जानाति एव नाम श्रावणात् प्राक् किञ्चित् चिन्तयति त्रीणि एकमेकम् इति कर्तव्यमस्ति अग्रे सुनीति भगिनी वदतु धातुः कः मम धातुः अस्ति मिल् कर्तरी वैद्येन सह मिल्लेः कर्मणि लिङ् अस्ति त्वया वैद्येन सह मिल्येत सुन्दरमस्ति बहु सुन्दरमस्ति अग्रे अस्तु श्रीनिवास सञ्जीव धातुः अस्ति धातुः अस्ति त्यज कुसङ्गतिः त्वां त्यजेत् कर्तरीरूपं कर्मणि अस्ति लिङ् कुसङ्गत्या त्वं त्यजेथाः त्यजेताः कुसङ्गतिः इति वचनं कुसङ्गत्या त्वं कर्तरीरूपम् अस्ति कुसङ्गतिः त्यजेताः त्यजेताः अस्तु अस्तु हा अति अस्ति त्यजेताः इति मध्यमपुरुषे अस्ति हा तत्र समीचीनमस्ति पुनः सर्वे शृण्वन्तु सर्वे पुनः वदतु कृपया धातुः अस्ति त्यज कर्तरि विदुरं कुसङ्गतिः त्वां त्यजेत् त्यजेत् तत्र कर्तृपदं किं कुसङ्गतिः इति कर्तृपदं त्वां कर्मपदं त्यजेत् त्यजेत् इति वाक्यं सुन्दरम् अग्रे कर्मणि विधिलिङ् कुसङ्गत्या त्वं त्यजेथाः तत्र त्वा तत्र त्वां अस्मिन् वाक्ये अखिला भगिनी किञ्चित् परिशीलयतु स्थितिः का सञ्जीव महोदय पुनः वाक्यं वदतु कुसङ्गत्या त्वं त्यजेथाः अत्र त्रीणि एकमेकं कथं भवति अखिला भगिनी वदतु हा कुसङ्गत्या इति तृतीया विभक्ति एकवचनं कर्तृपदस्य तृतीया विभक्ति भवति कर्मणि प्रयोगे त्वम् इति तत्र कर्मपदं त्यज्येताः इति कर्मपदं क्षम्यतां क्रियापदं कर्मपदम् अनुसरति. अतः रूपं कथमस्ति, कीदृशरूपमस्ति? कर्मणिरूपं कर्मणिरूपं भवति त्यज्येताः इति, तत्र मध्यमपुरुष एकवचनं त्वम् अनुसरति. हा सम्यक् अस्ति, दृश्ये त्यज्येताः इति अस्ति, त्यजेथाः महाप्राणः अस्ति खलु, त्यजेथाः. अस्तु समीचीनमस्ति, अस्माकम् अभ्यासः साधितः. तत्र एकवारं पुनः एकवारं कुर्मः. अत्र दातवः इदानीम् आत्मनिपदिदातवः सन्ति, एकवारं तत्र लक्ष्मीभगिनी सेव दातुः इदानीं सुनिधिभगिनी रं दातुः इदानीं सन्ध्याभगिनी न उक्तवती किमपि. सन्ध्याभगिनी वाक्यं शृणोतु, श्रावयतु, न वदति वा कः कः दातुः अस्ति? कः दातुः अस्ति? खाद खाद इति अस्ति, खाद वदतु. तर्हि सा फलं खादेत्, तया फलं खाद्येत. खाद्येत, सुन्दरमस्ति, बहु समीचीनमस्ति भगिनि, बहु सम्यक्. स्मृदातु कस्य आसीत्? स्मृदातु कस्य आसीत्? अहं महोदय, मीना अस्मि, अहं वदामि. मातामही अस्मान् स्मरेत्. माता मह्या वयं म्रियेमहि. सुन्दरमस्ति, सुन्दरमस्ति. श्रीनिवासमहोदय उक्तवान् वा? दातुः नाम इच्छति, इच्छति बालकः मोदकम् इच्छति महोदय. आमामां विधिलिङ्ग् बालकः बालकेन मोदकं न कर्तरि कर्तरि विधिलिङ्ग् कर्तरि बालकः मोदकम् इच्छेत्. इच्छेत् कर्मणि बालकेन मोदकम् इच्छेत. दातुः अस्ति इश्, अतः मया दातुः मया दातुरूपम् उक्तं, यतोहि तत्र कर्मणि अस्माकं धातुज्ञानम् आवश्यकमस्ति, आवश्यकमस्ति. धातु धातुविज्ञानं नास्ति चेत् कर्मणि कथं वा स्यात्? इष् धातुः वदतु. बालकेन मोदकं मोदकं वदतु. इच्छेत् इति कर्तरि, इच्छेत् कर्मणि, कर्मणि इष्येत, इष्येत, इष्येत, इष्येत, इष्येत. अन्यत् नाम केनचित् वक्तव्यमस्ति अन्येन? अवशिष्यते कस्य? सर्वे उक्तवन्तः वा? सदैव महोदय. सा धातुः, सः आसन्दम् आसन्दं तिष्ठ्यात्. किञ्चित् कठिनमस्ति, मया तत्र न दातव्यमस्ति आसीत्. तत्र सा धातुः तत्र तत्र स्था धातुः सकर्मकः अथवा अकर्मकः? अकर्मकः अकर्मकः अतः कर्मपदं भवति वा सः तिष्ठ्यात् न न पुनः वदतु तत्र सः आसन्द अत्र सप्तमी विभक्तौ करोतु सप्तम्यां सः आसन्दे हा सम्यक् तिष्ठ्यात् न न हा किन्तु अत्र तिष्ठति इति सामान्यमस्ति कुर्यात् शृणुयात् याद् याद् याद् यत्रापि यत्र किञ्चित् असामान्यरूपमस्ति सामान्यरूपमस्ति किं गच्छेत् वदेत् लिखेत् तथा वदतु तिष्ठति इति अस्य तिष्ठेत् हा वाक्यं पुनः वदतु सः आसन्दे तिष्ठेत् तिष्ठेत् किन्तु हा अस्तु समीचीनम् अग्रे तेन आसन्दे स्थीयेत् सुन्दरमस्ति बहु समीचीनमस्ति बहु सम्यक् अस्ति प्रशंसनीयमस्ति महोदय अस्तु अन्यत् अन्येन केनचित् वक्तव्यमस्ति वा सर्वे उक्तवन्तः वा महोदय क्षम्यताम् अत्र एकः स्मृधातोः कर्मणि प्रयोगे हा हा हा तत्र दोषः आसीत् किञ्चित् एकनिमेषः तत्र कस्य आसीत् कस्य आसीत् मीना भगिनी न स्मृधातोः अहं पुनः वदतु कृपया यत् उक्तवती मातामही अस्मान् स्मरेत् माता मह्या वयं स्मृयेमहि अत्र स्मृ स्मृ इति न भवति किन्तु यद्यपि ऋकारान्त धातुः अस्ति महोदयेन सत्यम् उक्तमस्ति अस्माभिः अपि उक्तमासीत् पूर्वं तत्र अपवादः अस्ति स्मृ स्मृधातोः स्मृत् ऋङ् इति आदेशः न भवति स्मरति वा कथमस्ति स्मर्येमहि हा स्मृ स्मृ इत्यस्य स्मृना अपि तु स्मर् इदानीं सम्यक् अस्ति धन्यवादः अस्तु अपरस्य कस्यचित् अस्ति वा अस्तु एकं तत्र अन्तिमवारं कुर्मः शीघ्रमेव तत्र पुनः वदामि अत्र लक्ष्मीभगिनी लभ धातुः सुनिधिभगिनी रं धातुः सन्दीपमहोदय सः धातुः सन्ध्याभगिनी सेव धातुः सेव् अखिलाभगिनी भाष् धातुः पद्माभगिनी इति ईक्ष् धातुः ईक्ष् पश्यति इत्यस्मिन् अर्थे ईक्ष् पद्म अखिलभगिनी एध धातुः न अखिलभगिनी न दत् न अखिलभगिनी उक्तं वा मया दत्तं भाष् अस्तु सन्ध्याभगिनी भा तत्र एध धातुः गच्छति गमनार्थे एध अनन्तरं किं अहं सेव् धातु मम भ्रमः अस्ति नाम द्विवारं मया उक्तं वा आं महोदय न सेव् धातुः मया तत्र प्रथमवारम् इदानीं नूतनतया मया दत्तं खलु लब् इति अस्तु अस्तु भवती कृतवती वा न लक्ष्मीभगिनी रचितवती वा सेवति स्वीकरोतु तर्हि अपि च लब् धातुः तत्र सन्ध्याभगिनी करोतु लब् अनन्तरं अपर्णाभगिनी तत्र विद् धातुः विद् अनन्तरं सुब्रह्मण्यमहोदय तत्र मन् धातुः श्रीनिवासमहोदय तत्र ऊह धातुः अनन्तरं मीनाभगिनी तत्र राज् धातुः राज् सर्वेषां पार्श्वे अस्ति वा तावता कस्यचित् अपेक्षितमस्ति? केनचित् अपेक्षते वा? सर्वेषां पार्श्वे अस्ति? अस्तु, शीघ्रं वदामः, अनन्तरम् अग्रे गच्छेम. महोदय, भवतः नास्ति? न. अस्तु, कुर्मः वृद् धातुः, वृद्ध वृद् वृद्ध वृद्ध. अस्तु, समीचीनमस्ति. लक्ष्मी भगिनी वदतु. अहं मातापितरौ सेवेय. मया मातापितरौ सेव्येयाताम्. अस्तु, समीचीनमस्ति. अग्रे सुनिधि भगिनी. मम धातुः अस्ति रं. कर्तरीलिङ्ग् अस्ति. अहं भोजनं रमेय. कर्मणि अस्ति. मया भोजनं रम्येत. अत्र किन्तु रं धातुः अकर्मकः धातुः अस्ति इति मन्ये. अकर्मकधातुः, तत्र कर्मपदं न भवति. अतः तत्र सप्तमी इति करोतु, न तु द्वितीया. भोजने पुनः वदतु. अहं भोजने रमेय. मया भोजने रम्येत. हा, इति समीचीनमस्ति. नाम भोजनस्य विषये, तत्र विषयसप्तमी अस्ति. समीचीनमस्ति. अग्रे सञ्जीवमहोदयः अस्ति वा? धातुः अस्ति सः. कर्तरी विधिलिङ्ग्. आवां अतपपीडां सहे वहि. पुनः? आवाम् आतपपीडां सहे वहि. हा हा हा, अस्तु, समीचीनं. कर्मणि लिङ्ग्. आवाभ्याम् आतपपीडा सह्येत. अस्तु, सुन्दरमस्ति. अग्रे कस्य? सञ्जीव महोदय तत्र. सन्ध्या भगिनी वदतु. अहं धनं लभेय. मया धनं लभ्येय. मया धनं लभ्ये. अत्र धनम् इत्यस्य पुरुष लभ्येत. सम्यक् सम्यक् सम्यक्. अग्रे अखिला भगिनी, अग्रे. स्पर्धायां वक्तारः भाषन्ते. पुनः वाक्यं वदतु. स्पर्धायां वक्तारः भाषन्ते. श्रद्धायाम् इति वा इति वदति वा? स्पर्धायां स्पर्धायां स्पर्धायां वक्तारः भाषन्ते इति विधिलिङ्ग् वा? ओ, क्षम्यतां महोदय, क्षम्यतां भाष्य क्षम्यताम् एकक्षणं क्षणमेकं ददातु. अस्तु अस्तु, ततः अग्रे पद्मा भगिनी वदति वा? हा महोदय, मम धातुः अस्ति ईक्ष. कर्तरीप्रयोगे अहं देवम् ईक्षीय. धन्यवादः. कर्मणि प्रयोगे मया देवः ईक्षेत. सुन्दरं, बहु सम्यक् अस्ति. वाह, अस्तु, सुब्रह्मण्य महोदय. धन्यवादः. मम धातुः मन् अस्ति महोदय. वयं गुरुवचनानि मन्येम, अस्माभिः गुरुवचनानि मन्येरन्. अस्तु, सुन्दरम्. अपर्णा भगिनी अग्रे. मम धातुः अस्ति विद् धातुः कर्तरि. वयं भाषाशास्त्रं सम्यक् विद्येमहि. विद् धातुः कस्मिन् अर्थे अस्ति? विद् धातुः सत्तायां ज्ञानार्थे नास्ति, किन्तु ओ ज्ञानार्थे नास्ति वा? न, विद्यते भवति. एकक्षणं महोदय. अस्तु, पुनः करोतु तर्हि. सदेव महोदय वदति वा? आं महोदय, न कृतवान् तावता. अस्तु, मीना भगिनी अग्रे. बालिकाः. धातुः कः? राज् धातुः. बालिकाः मेधया राजेत्. बालिकाः मेधया राजेताम्. बालिकाः इति वचनं किं? क्षम्यतां महोदय, बालिकाः मेधया राजेयुः. राजेयुः इति कथं वा? तत्र राजते इति अत्र आत्मैपदी धातुः अस्ति. राज् राजते. राजेत् राजेरन्. बालिकाः मेधया राजेरन्. बालिकाभिः मेधया राज्येत. राज्येत, समीचीनमस्ति. श्रीनिवासमहोदय अग्रे, धातुः कः? आं महोदय, मम धातुः ऊह् धातुः अस्ति महोदय. सः ऊहते कर्तृप्रयोगे. विदिलिङ्ग् ऊह्येत. वाक्यं वदतु. सः ऊह्येत. ऊह्येत. अनन्तरं तेन कर्तरि कर्मणि पुनः वदतु. सः ऊह्यते. न, इति विदिलिङ्ग् इति विषयः अस्ति खलु. विदिलिङ्ग् सः ऊह्येत. न, स्पष्टं नास्ति. तत्र उच्चारणं सम्यक् भवेत्. इदानीं किमपि स्पष्टं नास्ति. सः विदिलिङ्ग् कर्तरि. सः ऊह्येत. यकारः अस्ति न वा? न, ऊह्येत. ऊहेत. अस्तु, सः ऊहेत. अस्तु, कर्मणि कर्मणि तेन ऊह्येत. हा, स्पष्टतया वक्तव्यमस्ति. बहु समीचीनमस्ति. अस्तु, अग्रे अखिला भगिनी अग्रे. हा, सुभाषितानि वयं भाषेमहि. आम्. अस्माभिः सुभाषितानि भाषेरन्. भाषते. भाषते इति द्रष्टव्यमस्ति. मया न चिन्तयते यत् भाषते इति अकर्मकधातुः अस्ति. ममापि तदेव सन्देहः आसीत् महोदय. परन्तु बद् इति अर्थे अस्ति इति कारणात् तत्र प्रायः सकर्मकः इति. न, तत्र भाषते इति अकर्मकधातुः अस्ति. सः संस्कृतेन भाषते. तत्र टु स्पीक् एण्ड् टु से तादृशमस्ति खलु. अस्तु, तर्हि सुभाषितानि भाषते सः सुभाषपदं न भवति इति मन्ये. हा, सुभाषितेन भाषते इति भवति वा? सः भाषते, सः सुभाषितानि सुभाषित न, तत्र तादृशं वाक्यं प्रायः न स्यात्. तत्र सुभाषितस्य विषये सः भाषते इति मन्ये. अस्तु महोदय, तर्हि तत्र केवलं वाक्यं वयं यथा महोदयेन उक्तं, वयं संस्कृतेन भाष्येमहि, अस्माभिः संस्कृतेन भाष्येरन्. न, भाष्येरन् अस्माभिः, क्षम्यताम्, अस्माभिः संस्कृतेन भाष्येत इति तावदेव भवति इति अहं. पठन भगिनि वा? आम् महोदय. त्वं सुखेन विद्येताः, त्वया सुखेन विद्येत. हा, समीचीनमस्ति. अपरस्य कस्यचित्, सर्वे उक्तवन्तः वा? महोदय, अहम् एकः, मम वाक्ये एकः दोषः आसीत्, कर्तुमिच्छामि. मन् अस्ति धातुः. अहम् उक्तवान् वयं गुरुवचनानि मन्येम, परन्तु मन् तु अत्र आत्मनेपदी धातुः, तत्कारणात् अत्र वयं गुरुवचनानि मन्येमहि. अस्माभिः गुरुवचनानि मन्येरन्, तत्तु समीचीनम् उक्तवान्, परन्तु कर्तरिप्रयोगे क्रियापदमन्येमहि. सम्यक्. अग्रे अन्य अपरस्य कस्यचित्. महोदय, वृद्ध धातुः. वृद्ध, वृक्षं वृद्ध्येत्. वृक्षः. वृक्षः. तत्र वृद् इति वर्धते इति लट्लकारे वर्धते भवति. वर्धते लट् लट्. तर्हि विधिलिङ्ग् किं स्यात्? न जानामि महोदय. लक्ष्मी भगिनी साहाय्यं करोतु. वृक्षः वर्धेत. न, लट् लट् इति वयम् उक्तं, तस्य कार्यमासीत्. वर्धते वृक्षः, वर्धते लट्. हा, वर्धते वृक्षः, वर्धते हा इति लट्. तर्हि विधिलिङ्ग् इति महोदय इदानीं वदतु. वर्धते वर्धेत. तत्र वर्धते इति विधिलिङ्गि किं भवति? लक्ष्मी भगिनी उक्तवती. वर्धेत. वर्धेत. वर्धेत. इदानीं भावे किं भवति? भावे प्रयोगे वृक्षः वर्धेत, भावे प्रयोगे वृक्षः वर्धेत. ब्रह्मः अस्ति वा? अस्ति कस्यचित् वक्तव्यमस्ति वा? सर्वे उक्तवन्तः. वृक्षः वर्ध्येत महोदय. त्रीणि एकमस्ति खलु? करोतु, त्रीणि. वृक्षः वर्धेत. वृक्षेण, वृक्षेण वर्ध्येत. किन्तु धातुः अस्ति वृद्ध. अपर्णभगिनी साहाय्यं करोतु. वृद्ध धातुः अस्ति वृक्षेण वृद्ध्येत वृद्ध्येत तत्र गुणः न भवति तत्र वर्धते तत्र यत्र कर्मणि भावे भवति तत्र धातुः यथावत् तिष्ठति सामान्यतया वृद्ध्येत समीचीनमस्ति अस्तु बहु बहु समयः जातः महोदय किम् अत्र बृहद्धातुकुसुमाकरे मया इदानीं दृष्टं तत्र बाष् इति सकर्मकधातुः इति एव अस्ति महोदय महोदय भाष् इति द्विकर्मकधातुः इति लिखितमस्ति तदेव द्विकर्मकधातुः अस्ति द्विकर्मकधातुः अस्ति इति द्रष्टव्यमस्ति भाष् यथा उदाहरणं दत्तमस्ति तत्र माणवकं धर्मं भाषते ओ तथा अस्ति अस्तु समीचीनमस्ति तर्हि यथा भगिनी उक्तवती तथा भवतु सम्यक् सम्यक् इदानीम् अग्रे गच्छेम इदानीं तादृशं चिन्तनमस्ति यत्र कर्मणि भावे लिङ् भवति कर्मणि भावे लिङ् भवति इदानीं ततः अग्रे तव्यत् अनीयर् इति प्रत्ययद्वयमस्ति तव्यत् अनीयर् इति नूतनपाठः अस्ति अस्माकं तत्र यथा वयं कुर्मः बालकः कार्यं कुर्यात् बालकेन कार्यं क्रियेत इति यत्र भवति तत्र बालकेन कार्यं क्रियेत इति किञ्चित् कश्चन किञ्चित् कर्तव्यं भवति अपि च कर्मणि प्रयोगे अस्ति बालकेन कार्यं क्रियेत एवमेव तत्र यत्र तव्यत् अनीयर् इति द्वौ प्रत्ययौ भवतः द्वयोः अपि तादृशी शैली अस्ति यथा बालकेन कार्यं क्रियेत तर्हि यथा अलसः बालकः अलसः बालकः अस्ति सः कार्यं न करोति परन्तु कार्यं कुर्यात् विधिलिङ् इत्यस्य अर्थद्वये प्रयोगः भवति इति वयं जानीमः विद्यार्थे अपि च सम्भावनार्थे अत्र कस्मिन् अर्थे भवति विद्यार्थे विद्यार्थे तत्र कर्तरिप्रयोगे अलसः तत्र बालकः कार्यं कुर्यात् अलसेन बालकेन कार्यं क्रियेत अत्र विधिलिङ् कर्मणि यथा भवति तत्र तव्यत् अनीयर् इत्यनयोः अपि प्रयोगः भवति नाम कर्मणि प्रयोगे विद्यार्थे विद्यार्थे कर्मणि प्रयोगे विद्यार्थे अतः कथं भवति इति चेत् तत्र अलसेन बालकेन कार्यं करणीयं यथा क्रियेत इति आसीत् अलसेन बालकेन कार्यं क्रियेत अथवा अलसेन बालकेन कार्यं करणीयम् अथवा अलसेन बालकेन कार्यं कर्तव्यं करणीयं कर्तव्यं तत्र क्रीडातोः अनियर् अपि च तव्यत् अनियर् इति प्रत्ययः करणीयं तव्यत् इति कर्तव्यं तर्हि विद्यार्थे यदा वयं वदामः बालकः कार्यं कुर्यात् तत्र बालकेन कार्यं क्रियेत तस्मिन्नेव अर्थे बालकेन कार्यं कर्तव्यं बालकेन कार्यं करणीयं क्रियेत कर्तव्यं करणीयम् इति अस्ति तर्हि अत्र प्रश्नः उदेति यत् क्रियेत इति यथा क्रियेत इति यथा क्रियापदमस्ति खलु क्रियेत अत्र कर्तव्यमिति कीदृशं रूपम् अपर्णभगिनी वदतु क्षम्यतमहोदय प्रश्नः कः यथा क्रियेत इति क्रियापदमस्ति तथा कर्तव्यमस्ति वा नास्ति. बालकेन कार्यं क्रियेत, बालकेन कार्यं कर्तव्यं, कर्तव्यमपि क्रियापदं यथा क्रियेत. नास्ति. अस्ति किम्? न, कर्तव्यं तु क्रियेत इव नास्ति. अस्ति किम्? अखिला भगिनी वदतु. सुबन्तपदमेव अस्ति महोदय, तत्र कार्य इत्यस्य विशेषणरूपेण भवति तत्र. सत्यम्. अतः क्रियापदं नास्ति अपि तु विशेषणं कर्मपदस्य. बालकेन कार्यं कर्तव्यं, तत्र अपर्णभगिनी तत्र वदतु, यदि गृहपाठः इति अस्ति, बालकेन गृहपाठः अस्ति, तत्र वाक्यं वदतु. बालकेन गृहपाठः क्रियेत इति अस्ति. अत्र तव्यत् प्रत्ययः अस्ति चेत् बालकेन गृहपाठः कर्तव्यम्. तत्र दोषः अस्ति किन्तु, तत्र दोषः अस्ति किन्तु, तत्र सुब्रह्मण्यं महोदय वदतु. प्रायः अनुमानं करोमि महोदय, अत्र बालकेन गृहपाठः करणीयः अथवा कर्तव्यः. यतोहि विशेषणमस्ति, अतः यथा बालकः अगच्छत्, तत्र बालकः इत्यस्मिन् अर्थे गतवान्, बालकः अगच्छत्, अगच्छत् इति क्रियापदमस्ति, गतवान् इति क्रियापदं नास्ति किन्तु, विशेषणं बालकशब्दस्य. एवमेव तदर्थं बालकः गतवान्, बालिका गतवान् अगच्छत्, किन्तु बालिका गतवान् इति वदामः वा? अपर्णभगिनी वा? बालिका गतवती. यतोहि गतवान् गतवती इति तत्र क्रियापदं नास्ति अपि तु विशेषणं कर्तृपदस्य. तत्र कर्तृ अर्थे, गतवान् इति कर्तृ अर्थे, अतः कर्तृपदस्य विशेषणं कर्तव्यं करणीयं कर्मणि अर्थे, अतः कर्मपदस्य विशेषणं न तु कर्तृपदस्य इति भेदः अस्ति. इति भेदः अस्ति. तर्हि अग्रे पाठं पश्येम. अत्र पाठे किं किम् अस्ति इति पश्येम. पश्यन्तु, तत्र एकपञ्चाशदधिकशततमीभूते रूपाणि कथं सन्ति इति पश्येम. अत्र सुनिधि भगिनी पठतु कृपया. भगिनी अस्ति? उपरि तत्र एतानि रूपाणि, एतानि रूपाणि सावधानतया अवलोकयत. वदनीयं अनियर. गणनीयं गणपस् अनीयं मननीयं मन पस् अनीयं आवरणे लिखितः अनीयर् इत्येषः कश्चन प्रत्ययः, एषः प्रत्ययः धातोः अन्ते योज्यते, यथा पठ plus aniyar goes pathaniyam. Atra pat iti dhatuhu, aniyar iti pratyaya. Iti pratyaya hasti. Tarhi atra aniyar iti kasyana pratyaya hasti, tavyat iti kasyana pratyaya hasti. Aniyar iti atis ante yaha refaha natishtati. Aniya. Ataha vad yugaha aniya. Iti vadaniya. Tatra trishu lingeshu bhavati kintu. Ataha vadaniyam, vadaniya, vadaniyaha. Gananiyam, gananiya, gananiyaha, mananiyam, mananiya, mananiyaha iti asti. Saptasu vibhaktishu. Trishu vachaneshu. Trishu cha lingeshu bhavati. इति यथा विशेषणं भवति तथा अग्रे तर्हि सन्दीपमहोदय अग्रे पठति वा. प्रायः अनियर् प्रत्ययान्तं रूपं कर्मणि प्रयोगे भावे प्रयोगे च उपयुज्यते. धातुः क्रीड् तस्य अनियर् प्रत्ययान्तं रूपं क्रीडनीयं. धातुः रम् अनियर् प्रत्ययान्तं रूपं रमणीयं. खाद खादनीयं, सह सहनीयं. खेल् खेलनीयं. मुद् मोदनीयं. कृ करणीयं. शुभ शोभनीयं. चल चलनीयं. युध् योधनीयं. गम गमनीयं. ईक्ष ईक्षणीयं. श्रु श्रवणीयं. ऋत् वर्तनीयं. स्मृ स्मरणीयं. शी शयनीयं. सृ तरणीयं. यत् यतनीयं. भ्रम भ्रमणीयं. लोक् लोकनीयम्. हा अस्तु समीचीनमस्ति. अत्र सामान्यतया केवलम् अनीय इति योजनीयः अस्ति. क्रीड् क्रीडनीयः, क्रीडनीयं, क्रीडनीया. खाद् खादनीयं, खादनीयः, खादनीया. खेल् खेलनीयं, खेलनीयः, खेलनीया इति इत्यादीनि रूपाणि भवन्ति. कुत्रचित् किन्तु परिवर्तनं भवति. यथा क्रीडातुः, क्रीडातुः करणीयमस्ति. अनन्तरं त्रीडातुः तरणीयमस्ति. शीदातुः शयनीयमस्ति. शुभदातुः शोभनीयमस्ति. युद्धदातुः योधनीयमस्ति. कुत्रचित् परिवर्तनं भवति. वृत् धातुः वर्तनीयमस्ति. तत्र अस्माभिः किम् अवगन्तव्यमस्ति, किञ्चित् सरलरीत्या वदामि, यत् किञ्चन कार्यं भवति, तस्य तत् कार्यं, तस्य नाम भवति गुणकार्यं. गुणकार्यं तत् सर्वे लिखन्तु एकवारं कागदे, लिखन्तु तत्र ईकारस्य स्थाने यत्र गुणकार्यं भवति, ईकारस्य स्थाने एकारः भवति, ऊकारस्य स्थाने ओकारः, ऋकारस्य स्थाने अर्, ई स्थाने ए, उ स्थाने ओ, ऋस्थाने अर् इति त्रयाणां परिवर्तनं भवति. इदानीं धातोः अन्ते स च वर्णः लघुः अस्ति, नाम ह्रस्वः अस्ति चेदपि, दीर्घः अस्ति चेदपि तादृशं परिवर्तनं भवति. नाम भूधातुः, भूधातुः दीर्घ उकारान्त धातुः अस्ति. तत्र तत्र नाम यदि धातोः अन्ते ह्रस्व उकारः अथवा दीर्घ उकारः उभयत्र गुणः भवति. अपि च किन्तु तत्र धातोः अन्ते व्यञ्जनमस्ति चेत् अत्र यथा वृत् धातुः अस्ति, वृत् अथवा शुभ अथवा युद्, बकारः अस्ति, धकारः अस्ति, तकारः अस्ति, व्यञ्जनं, तर्हि तस्मात् पूर्वं यः स्वरः अस्ति सः ह्रस्वः अस्ति चेदेव तस्य गुण परिवर्तनं भवति. दीर्घः अस्ति चेत् परिवर्तनं न भवति इति सामान्यनियमः. शुभ वर्द तत्र शुभधातुः तत्र श्रीनिवासमहोदय वदतु शुभधातुः अन्तिमवर्णः कः शुभधातुः शोभनीयम् अन्तिमवर्णः अस्ति कः धातोः शुभधातोः भकारः अन्तिमवर्णः अस्ति भकारः तस्मात् पूर्वं कः वर्णः अस्ति उकारः तस्य गुणः भवति शुभ इत्यस्य शोभनीयम् इति कृत्वा सुनिधि भगिनी अस्ति वा गतवती अस्तु तर्हि मीना भगिनी वदतु तत्र मूद् दातु अस्ति मूद् मुद् अन्तिमवर्णः इद् अस्ति दकारः इति वदतु उकारः इति उपादाय स्वरः मूद् इति दकारः अन्तिमवर्णः तस्मात् पूर्वं यः वर्णः दकारात् पूर्वम् उकारः अस्ति उकारस्य गुणः ओकारः अस्ति अतः मोदनीय मोद इति रूपं मोदनीयम् इति मोदयति इति न भवति किन्तु मोदनीयं मोदनीयमस्ति मोदते अस्ति मोदनीयमस्ति अत्र शीधातुः किन्तु अत्र शीधातुः तत्र दीर्घईकारः अस्ति चेदपि परिवर्तनं भवति अनन्तरं सन्धिः शी इति शे भवति अतः शयनीयमस्ति सन्धिकार्यं कृत्वा किन्तु उपधायां नाम क्षम्यतां तत्र यदा अन्तिमवर्णः अत्र क्रीड् इति पश्यन्तु क्रीड् तत्र अन्तिमवर्णः अस्ति डकारः तस्मात् पूर्वं यः दीर्घिकारः तस्य गुणकार्यं न भवति यतोहि अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य केवलं ह्रस्व इ उ ऋ अस्ति चेत् दीर्घः भवति न क्षम्यतां गुणः भवति दीर्घः अस्ति चेत् गुणः न भवति किन्तु यथा तृ धातुः तृ दीर्घ ऋकारान्तदातुः अस्ति तस्य गुणः भवति अतः तादृशनियमः अस्ति अन्तिमवर्णात् पूर्वं ह्रस्वः इ उ ऋ अस्ति चेदेव तस्य गुणः तत्र धातोः अन्ते दीर्घः अथवा ह्रस्वः इ उ ऋ अस्ति चेत् गुणः भवति इति सामान्यनियमः तदर्थमस्ति अस्तु अग्रे गच्छेम इदानीं श्रीनिवासमहोदय अग्रे पठतु कृपया अनियर् इव अनियर् इव तव्यत् इत्यपि अपरः प्रत्ययः अस्ति यथा अनियर् धातोः भवति तथैव क्वव्यत् प्रत्ययः अपि धातोः भवति उदाहरणं पट् योगातव्यत् पठितव्यं पठितव्यं धातुः कव्यस्तृत्यान्तं रूपं धातुः कव्यतृत्यान्तरूपं क्रीडितातुः क्रीडितव्यं खाद् धातुः खादितव्यं नं धातुः नन्तव्यं रु धातुः वक्तव्यं खेल् धातुः खेलितव्यं कृ धातु कर्तव्यं चल् धातु चलितव्यं गम् गन्तव्यं श्रु श्रोतव्यं स्मृ स्मर्तव्यं तृ तरितव्यं भ्रं भ्रमितव्यं शी शयितव्यं वस् धातु वस्तव्यं सृ धातु स्रष्टव्यं त्यज् धातु त्यक्तव्यं हा धातु हातव्यं भुज् धातु प्रोक्तव्यं वा धातु वोढव्यं वद् धातु वदितव्यम् अत्र किञ्चित् इतोपि जाटिल्यमस्ति किमर्थमिति चेत् उपरि यत्र अन्यप्रत्ययः आसीत् अत्र तव्यत् प्रत्ययस्य अपि तथा एव गुणः भवति. धातोः अन्ते दीर्घः अस्ति अथवा ह्रस्वः अस्ति चेत् तत्र तादृशगुणकार्यं भवति. अपि च अन्तिमस्वरात् पूर्वम् अन्तिमवर्णात् पूर्वं यः इ उ ऋ ह्रस्वः अस्ति चेत् तस्य गुणकार्यं भवति. किन्तु केवलं तन्न, ततः अग्रे पश्यन्तु यत् अत्र कुत्रचित् इकारः अपि अस्ति, यथा खाददातुः. खाददातोः रूपं किमस्ति इति सन्ध्या भगिनी वदतु. कुत्र लिखितमस्ति आरम्भे? न, तव्यत् खादितव्यं, खादितस्य खादितव्यं. तर्हि अत्र पश्यन्तु, उपरि खादितस्य खादनीयम्, अत्र खाद् खादितव्यं. खाद् अनियर् खादनीयं केवलं संयोजनं दातमस्ति. अत्र खाद्योगः तव्यत् खाद् तव्यत् किन्तु मध्ये इकारः अस्ति इति पश्यति वा? खादितव्यं, क्रीडपि तथा, क्रीडितव्यं. पश्यति इकारः अस्ति, तस्य इकारस्य नाम इडागमः. इडागमः अस्ति आगमः कश्चन, नाम आगच्छति इति आगमः. इडागमः अस्ति. तव्यत् प्रत्ययः तत्र सेट् अपि च अनेट् इति शब्दद्वयम् अवगन्तव्यम् अस्माभिः. तत्र तव्यत् इति सेट् प्रत्ययः, अनियर् इति सेट् नास्ति, अतः अनेट् अस्ति. नाम तत्र इकारः मध्ये न कुत्रापि भवति, यत्र स च प्रत्ययः अनेट् इति वदामः. अनेट् अनेट् अ न इ ट अनेट्. अत्र तव्यत् इति सेट् सर्वे प्रत्ययाः, सर्वे च धातवः सेट् अथवा अनेट् भवन्ति. यत्र धातोः स्वभावः सेट् अपि च प्रत्ययस्य स्वभावः सेट्, तत्र मध्ये इकारः भविष्यति. क्रीडधातुः सेट्, खादधातुः सेट्, तव्यदपि सेट्. अतः उभयत्र इकारः भवति, क्रीडितव्यं खादितव्यम्. उपरि खादधातुः सेट् किन्तु अन्यर् अनित् इति कृत्वा इकारः न भवति. नाम उभयमपि सेट् भवेत्. खाद् यद्यपि सेट् किन्तु अनियर् सेट् नास्ति, अतः तत्र इकारः न कुत्रापि भवति. यत्र अनियर् अस्ति तत्र इकारः न कुत्रापि भवति. तव्यत् सेट् अस्ति, अतः धातुः अपि सेट् इति चेत् इकारः भविष्यति. अत्र नम् धातुः तव्यत् सेट् किन्तु नम् अनेट्, अतः नन्तव्यम्. अग्रे पश्येम. खेल् अस्ति, खेलितव्यं. खेल् अपि सेट्, तव्यत् अपि सेट्, अतः खेलितव्यं. क्रीडातुः, क्रीडातुः कर्तव्यं भवति. अत्र कीदृशी स्थितिः स्यात् तत्र? मीना भगिनी वदतु. पुनर्महोदय, पुनः गतवती, पुनः पुनः इति किमर्थम्? तत्र क्रीडातुः कर्तव्यमस्ति, तत्र स्थितिः का? अनिट् अस्ति. क्रीडातुः अनिट् अस्ति. तव्यत्? तव्यत् सेट् अस्ति, अनिट् परन्तु कृ अनिट् अस्ति, अतः कर्तव्यम् एव. कर्तव्यम् इति न रूपं. हा अत्र सञ्जीव चल् दातुः तत्र चलितव्यं कथमस्ति? चलितव्यं चलधातुः सेट् अस्ति, तव्यत् अपि सेट् चलितव्यं भवति. हा इति अस्ति स्थितिः. अत्र अखिला भगिनी अग्रे गम् हां गम् धातुः तत्र अनिट् अस्ति महोदय. तव्यत् प्रत्ययः तु सेट् अस्ति परन्तु धातोः अनिट् इति कारणात् गन्तव्यम् इति ई मध्ये न भवति. हा गन्तव्यं तत्र उभयं सेट् नास्ति चेत् न भविष्यति. अत्र श्रोतव्यं अभिनवमहोदय अस्ति वा? अस्मि महोदय. हा अत्र श्रोतव्यमिति कीदृशी स्थितिः वदति वा? न जानामि. ओ नाम न अवगच्छति वा? अत्र नाम धातुप्रत्ययोः मध्ये इकारः भवति न इति प्रश्नः. नाम विषयः नितरां न अवगतः वा? न जानामि. अस्तु तत्र इकारः कुत्रचित् मध्ये आगच्छति इति दृष्टवान् वा? क्रीडितव्यं क्रीडितव्यं खादितव्यं तत्र इकारः क्रीडि इकारः खादि इति इकारः. अत्र गन्तव्यं तत्र मध्ये इकारः अस्ति वा? नास्ति नास्ति नास्ति. तर्हि प्रश्नः उदेति तत्र इकारः अस्ति वा नास्ति वा? अस्ति किमर्थम्? अस्ति चेत् किमर्थं? नास्ति चेत् किमर्थम् इति प्रश्नः. स्पष्टं वा? आम्. तत्र प्रत्ययः सेट् अपि च धातुः सेट् इति स्थितौ एव इकारः मध्ये आयाति. द्वयोः मध्ये एकः सेट् नास्ति चेत् इकारः न भवति इति नियमः. अवगच्छति वा? आम् अवगच्छामि. तर्हि श्रोतव्यम् अत्र तव्यत् सेट् अस्ति, तर्हि श्रु किं स्यात्? सेट् अथवा अनेट्? अनेट् अनेट् अस्ति. किमर्थमिति चेत् श्रोतव्यं तत्र इकारः नास्ति मध्ये, खलु? इति स्थितिः अस्ति. अस्तु तत्र सहदेव महोदय अग्रे स्मृदातुः करोतु. स्मृदातुः महोदय स्मर्तव्यम् इकारान्तः नास्ति अनित्. किम् अनित् अस्ति? अनित् किमस्ति? धातुः खलु स्मृदातुः. स्मृदातुः अनित् यतोहि तव्यत् सेट् अस्ति. तव्यत् सेट् अस्ति अतः स्मृदातुः अनित् यतोहि इकारः मध्ये नास्ति. अखिल तत्र लक्ष्मीभगिनी अग्रे तृधातुः. तृधातुः तव्यत् रूपं तरितव्यं सेट् अस्ति, इडागमः अस्ति. किं सेट् अस्ति? तव्यत् रूपं तरितव्यम्. तर्हि सेट् यत् भवती वदति यत् सेट् अस्ति, कः सेट् अस्ति? तव्यत् रूपं न हा तव्यत् तव्यत् सेट् अस्ति सर्वत्र अस्ति. तव्यत् सेट् नाम तव्यत् प्रत्ययस्य सेट् सेट्त्वं तु अस्ति सर्वत्र. किन्तु धातोः सेट् धातुः सेट् अस्ति न वा इति प्रश्नः. सेट् अस्ति. कः सेट् अस्ति? सेट् अस्ति कः? तव्यत् रूपे अनियरपि. न न न स्पष्टं नास्ति इति भाति. अत्र सेट् इति कश्चन गुणः, क्वालिटि इति. तत्र गुणः अस्ति प्रत्ययस्य, प्रत्ययः सेट् अस्ति न वा इति एकः प्रश्नः. पुनः पृथक्तया धातुः सेट् अस्ति न वा इति पृथक् प्रश्नः अस्ति. तत्र धातुः अपि सेट्, प्रत्ययः अपि सेट् इति चेदेव निष्पन्नं रूपं, निष्पन्ने रूपे इकारः आयाति. द्वयोः मध्ये नाम धातु प्रत्यययोः मध्ये अन्यतमः एकः सेट् नास्ति चेत् रूपे इकारः न भविष्यति. उपरि पश्यन्तु, अत्र अनियर् सेट् नास्ति, अतः धातुः सेट् अस्ति चेदपि न कुत्रापि भवति इकारः, यतोहि अनियर् सेट् नास्ति. अनियर् सर्वेषु भवति. क्रीडनीयं, खादनीयं, खेलनीयं, करणीयं, चलनीयं, गमनीयं, श्रवणीयं, सर्वत्र अनिय इति अनिय इति प्रत्ययः अस्ति. तस्य अनियप्रत्ययः स्वभावेन अनिट् अस्ति, न तु सेट्. तस्मात् कारणात् इकारः न कुत्रापि भवितुमर्हति. ततः अग्रे तव्यत्. इदानीं तव्यत् सेट् अस्ति, अतः तव्यत् सेट् अस्ति चेत् अपि च नाम तव्यत् सेट् अस्ति इति कारणतः सम्भावना वर्तते यत् अस्तु अग्रे अत्र इकारः भवितुमर्हति, आगन्तुं शक्नोति. तत्र धातुः चेत् अपि अस्ति इति चेत् भविष्यति, नाम उभयं सेट् भवेत्. प्रत्ययः धातुः उभौ अपि सेट् स्तः चेदेव मध्ये इकारः भवति. अनियर् अनिट् अतः न कुत्रापि भवति इट् इदागमः. किन्तु तव्यत् सेट् अस्ति, अतः यत्र धातुः अपि सेट् अस्ति अत्र तर्तव्यं, तर्तव्यम् अत्र इकारः अस्ति. अतः न केवलं तव्यत् अपि तु तृधातुः अपि सेट् इति कारणतः एव अत्र तर्तव्यमस्ति. इदानीं ब्रह्म धातुः, सुब्रह्मण्यं महोदय वदतु. ब्रह्म धातुः भ्रमितव्यम्, अत्र ब्रह्म धातुः सेट् अस्ति महोदय. नाम तव्यत् अपि सेट् अस्ति, ब्रह्म धातुः अपि सेट् अस्ति, अतः भ्रमितव्यम् इति स्थितिः अस्ति. इदानीं श्रीनिवासमहोदय अग्रे श्रीधातुः करोतु. श्रीधातु न तव्यत् इति विषयः. शयितव्यं स्पष्टं नास्ति महोदय. सेत् इत्युक्ते अहं न जानामि महोदय. मया यद् उक्तं तत् न अवगतम्. अस्तु, मीना भगिनी सहायं करोतु. शी धातुः चयितव्यम् इति अस्ति रूपम्. इकारः अस्ति, यकार शी प्रथमं शे भवति, शे योगः शे न, एतत् सर्वं मास्तु, एतत् सर्वं मास्तु. इदानीम् अत्र पाणिनीयव्याकरणवर्गः नास्ति खलु. केवलं शी धातुः शयितव्यम्. अत्र इडागमः अस्ति न वा, इडागमः अस्ति चेत् धातोः स्वभावः तावदेव अस्ति. इदानीं तव्यं, तव्यत् प्रत्ययस्य पूर्वं इकारः आगच्छति, शयि इति आगच्छति, इकारः अस्ति, अतः शी धातुः सेट् अस्ति. अतः सारांशः कः? अतः न केवलं तव्यत् अपि तु शी धातुः अपि सेट्. तव्यत् अपि सेत् शीधातुः अपि सेत् तदानीमेव इकारः मध्ये आगच्छति, शयेतव्यम् इति स्थितिः अस्ति. समीचीनमस्ति. अस्तु, अखिलभगिनी अग्रे वस्. हा महोदय, वस् इति धातु वस्तव्यम् इति, वस्तव्यम् इति रूपं, वस् इति धातुः अपि धातुः अनिट्, यद्यपि तव्यत् इति प्रत्ययः सेट् अस्ति चेदपि धातुः अनिट् इति कारणात् अत्र वस्तव्यम् इति एव रूपं भवति, इकारः मध्ये न आगच्छति. हा अस्तु, समीचीनं. सन्ध्या भगिनी अग्रे. किं न जानाति कुत्र अस्ति? जानामि, धातुः द्रष्टव्यं रूपमस्ति. रूपं स्रष्टव्यं खलु? क्षम्यतां, सृ स्रष्टव्यं. तत्र इकारः अस्ति वा? नास्ति, इकारः नास्ति. तर्हि अतः किं वदामः? अतः सृ अनित्. हा सम्यक् अस्ति इति स्थितिः. हा तव्यत् सेत् किन्तु सृ अनित् अस्ति इति कारणतः इकारः मध्ये न आगच्छति. हा अस्तु, लक्ष्मी भगिनी अग्रे. यस् यस् धातुः तस्य तव्यत् रूपं त्यक्तव्यम्, अत्र इडागमः नास्ति, तदर्थम् अनिट्. हा अनिट् अस्ति, त्यज्. समीचीनमस्ति. श्रीनिवासमहोदय अग्रे. हा धातु हातव्यं रूपं तत्र इकारः अस्ति वा? इकारः नास्ति महोदय. तर्हि हा हातव्यम् इति अस्मिन् इकारः नास्ति, अतः हा इति अनित् अथवा सेट्. अत्र जातिलिं नास्ति किन्तु, जातिलिं नास्ति किन्तु, पश्यतु, अत्र हातव्यम् इति अस्मिन् इकारः नास्ति, अतः हा अनित् अस्ति. यदि तव्यत् अपि सेत् हा अपि सेत् तर्हि इकारः आगच्छति. द्वयोः मध्ये सेत् एकः नास्ति चेत् इकारः न आगच्छति, अतः हा इति अनित्. अभिनवमहोदय आगच्छति वा? आगच्छामि महोदय. अस्तु, भूज् करोतु कृपया. किं करोमि महोदय? अग्रिमं भूज्. भूज् पश्यति वा कुत्र अस्ति? पुस्तकं नास्ति मम तीरे. ओ पुस्तकं नास्ति, तर्हि भूज् इति भोक्तव्यमस्ति. भोक्तव्यं तर्हि भोक्तव्यम् अनिट्. किम् अनिट् अस्ति? भुज् धातु. हा भुज् धातु अनिट् अस्ति, समीचीनमस्ति. अग्रे पद्मा भगिनी वदतु अग्रे. वः वोढव्यं तत्र अनिट् वः अनिट् अस्ति. कः अनिट् अस्ति? वदातु अनित् अस्ति. हा अस्तु, सुन्दरमस्ति. अपर्णा भगिनी कृपया अन्तिमं. वद् धातुः अस्ति, वदितव्यम् इति तव्यतन्त्ररूपम्. अत्र इकारः अस्ति इति इकारः अस्ति, निर्णयः अस्ति वद् इति सेट् धातुः इति अस्ति. अस्तु, समयः जातः किन्तु न्यूनातिन्यूनं परिचयः जातः. हा, किं जानीमः? अन्यर् प्रतव्यत् यत्र तादृशं रूपमस्ति, क्रीडनीयं, खादनीयं, क्रीडितव्यं, खादितव्यं, तत्र रूपं विशेषणमस्ति, न तु धातुः, न तु क्रियापदम्. अतः लिङ्गभेदः अस्ति विशेषणरूपेण. अपि च अनियर् इति सेट् इति सेट् नास्ति, नाम अन्यत् अस्ति इति कारणतः इकारः न कुत्रापि भवति. तव्यत् सेट् अस्ति, अतः कुत्रचित् इकारः भवति मध्ये. अस्तु, तर्हि इतः अग्रे सरेमे अग्रिमे सप्ताहे. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.